पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 133 पार्वत्युवाच द्वीपेऽस्मिन् यानि तीर्थानि तानि मे वदसुव्रत द्वीपानां द्वीपराजोऽयं सर्वदा भुवि निर्मितः सङ्ख्यया त्वं वद स्वामिन् कृपां कृत्वा ममोपरि महादेव उवाच सर्वगसर्वभूतेषु द्रष्टव्यः सर्वतो भुवि सप्तलोकेषु यत्किञ्चिद्दृश्यते सचराचरं तत्त्वं तेन विना देवि न दृष्टं न श्रुतं मया अतो विष्णुर्महादेवः केशभक्लेशनाशनः तीर्थरूपेण वर्ते दद्वीपे ह्यस्मिन् सुरेश्वरि तानि तीर्थानि वक्ष्यामि साम्प्रतं नात्र संशयः प्रथमं पुष्करं क्षेत्रं तीर्थानां प्रवरं शुभम् वाराणसी द्वितीयं तु क्षेत्रं मुक्तिप्रदायकं तृतीयं नैमिषं क्षेत्रमऋषीणां पावनं स्मृतं प्रयागं वै चतुर्थं तु तीर्थानामुत्तमं स्मृतं कार्मुकं पञ्चमं प्रोक्तम् उत्पन्नं गन्धमादने एकादशं कन्याकुब्जम् यत्र तिष्ठति वामनः सप्तमं विश्वकायं तु अवरे पर्वते शुभे अष्टमं गौतमाख्यं च मन्दरे निर्मितं पुरा मदोत्कडं तु नवमं दशमं रथचैत्रकम् एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः द्वादशं मलयं चैव कुब्जाम्रकमदः परं विश्वेश्वरं गिरिकर्णं केदारं गदिदायकं बाह्यं हिमवदः पृष्ठे गोकर्णे गोपकं तथा स्थानेश्वरं हिमाद्रौ च बिल्वके बिल्वपत्रिकं श्रीशैले माधवं तीर्थं भद्रं भद्रेश्वरे तथा वाराहे विलयं प्रोक्तं वैष्णवं वैष्णवे गिरौ रौद्रं तु रुद्रकोडेदु पैत्र्यं कालिजरे गिरौ कम्पिले कापिलं तीर्थं मुकुडे कर्कोटकं तथा शालग्रामोद्भवं तीर्थं गल्लिकायां सुरेश्वरि नर्म दायां शिवाख्यं तु मायायां विश्वरूपकम् उत्पलाक्षं सहस्राक्षं जातं वै रैवदे गिरौ गङ्गायां पितृतीर्थं च विष्णु पादोद्भवं तथा विपाशायां विपापा च पाडले पुण्ड्रवर्धनं नारायणं सुपार्श्वे दुत्रिकूडे विष्णुमन्दिरम् विपुले विपुलं नाम कल्याणं मलयाचले कौरवं कोडितीर्थे च सुगन्धं गन्धमादने कुब्जाम्रगे त्रिसन्ध्यं तु गङ्गाद्वारे हरिप्रियं शैलं विन्ध्यप्रदेशे तु बदर्यां सारस्वतं स्मृतं कालिद्यां कालरूपं च सह्ये वै सायकं स्मृतं चान्द्रं चन्द्रप्रदेशे तु रमणं तीर्थनायकं यमुनाया मृगाख्यं तु करवीरे कुरुद्भवं विनायके पर्वते वै उमाख्यं तीर्थमेव च आरोग्यं भास्करे देशे महाकाले महेश्वरं तीर्थम् अभयदं नामामृदाख्यं विन्ध्यकन्धरे मण्डपे विश्वरूपं च स्वाहाख्यम् ईश्वरे पुरे वैगलेयं प्रचण्डायां चण्डिकं मरकण्डके सोमेश्वरं तथा तीर्थे प्रभासे पुष्करं तथा देवमात्रं सरस्वत्यां पारावततटे स्थितं महालयं महापद्मे पयोष्ण्यां पिङ्गलेश्वरं सिंहिकायां तथा तीर्थं सौरवेरविसंज्ञकं कार्तिकं कृत्तिकाक्षेत्रे शाङ्करं शङ्करे गिरौ उत्पलाख्यं तदो दिव्यं सुभद्रा सिन्धुसङ्गमे गणपत्यं तदश्चैव पर्वतो विष्णुसंज्ञके जालन्धरे ततः प्रोक्तं तीर्थं विष्णुमुखं च यद तारे वैतारकं प्रोक्तं पर्वते विष्णुसंज्ञके देवदारुवने पौण्ठं पौष्कं काश्मीरमण्डले भौमं हिमं हिमाद्रौ च तुष्टिकं पौष्टिकं पुनः कपालमोचनं तीर्थं जातं मायापुरे तथा शङ्गोद्धारं ततश्चैव देवं वै शङ्खधारकं पिण्डे वै पिण्डनामानं सिद्धे वैखानसम्भवेद अच्छोदे विष्णुकामं तु धर्मकामार्थमोक्षदम् औषध्यं चोत्तरे कुले कुशद्वीपे कुशोदकं मन्मथं हेमकूटे तु कुमुदे सत्यवादनं वदन्त्या वाश्वकं तीर्थं विन्ध्ये वै मातृकं स्मृतं चित्ते ब्रह्ममयं तीर्थं तीर्थानां पावनं स्मृतं एतेषां सर्वतीर्थानामुत्तमं शृणु सुन्दरी विष्णोर्नाममयं तीर्थं न भूतं न भविष्यति ब्रह्मः हेमहारीवा बालः गोघ्न एव च मुच्यते नाममात्रेण प्रसादात् केशवस्य तु कलौ द्वारवती रम्या धन्यो देवो जनार्दनः ये पश्यन्ति नरा देवं मुक्तिस्तेषां सुनिश्चला एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुं चिन्तयामि महादेवि विद्वत्संस्थो जनार्दनम् अष्टोत्तरं तु तीर्थानां शतमेददुदाहृदं योजभेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते येषु तीर्थेषु यस्नात्वा पश्येन्नारायणं हरिं सर्वपापविनिर्मुक्तो यादि विष्णोः सनातनं जगन्नाथं महातीर्थं लोकानां पावनं स्मृतं ये गच्छन्ति नरश्रेष्ठास्तेऽपि यान्ति परां गतिं सदाष्टकं महापुण्यं श्रावयेत्पितृकर्मणि इह लोके सुखं भुक्त्वा यादि विष्णोः सनातनम् गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः देवार्चनविधौ विद्वान् परं ब्रह्माधिगच्छति इति श्रीपाद्मे महापुराणे उत्तरखण्डे जम्बुद्वीपतीर्थवर्णनं नाम त्रयत्रिंशाधिकशततमोऽध्यायः ओम्।